अस्तु तर्हि अद्यतनविषयः भवति व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वं च इति. एतावता गुणस्य लक्षणवाक्ये, विशेषतया रूपस्य लक्षणवाक्ये अस्माभिः दृष्टं यत् तत्र रूपं सप्तविधं भवति, शुक्लनीलपीतहरित इत्यादयः. अनन्तरं सप्तमम् आसीत् चित्रम् इति. रूपे सप्तविधम् अस्ति, तत्र चित्रमिति एकविधम् अस्ति. चित्रं नाम किम् इति पृष्टे तत्र ये वर्णाः आसन् शुक्लनीलपीत इत्यादयः, तेषां मिश्रणम् एव चित्रं. तादृशं रूपमपि एकविधं रूपम् इति प्राचीननैयायिकानां मतमस्ति. चित्रम् इति अन्यतमम् अस्ति रूपे इति. परन्तु नव्यनायायिकानां मतम् इदं नास्ति. चित्रम् इति यद् अस्ति रूपम् अथवा गुणः, सः गुणः अपरेषां विधानां रूपाणां मिश्रणं न तथा न भवति इति अस्ति नवीननैयायिकानां मतं. तेषां मतस्य अवगमनार्थम् अयं विषयः अस्ति, व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वं च इति. तर्हि पुस्तके नवसप्ततितमे पुटे अस्ति अयं विषयः. एकवारं केवलं परिचयार्थं, व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वम् इत्यस्य परिचयार्थं पुस्तकात् किञ्चित् पठेम तर्हि. परन्तु गभीरचर्चा मास्तु, प्रश्नाः भवन्ति चेत् पठनसमये भवतु, तदनन्तरं करपत्रं पठिष्यामः, तत्र इतोपि स्पष्टतया ज्ञायते अस्मिन् विषये. अस्तु, नूतनतया केन केन आगतम्? कोऽपि अस्ति वा नूतनतया? अस्तु, लक्ष्मी भगिनी न श्रूयते, ध्वनिः बहु मन्दम् अस्ति. अस्तु, अनन्तरं कोऽपि अस्ति वा? अन्यः कोऽपि? राजेन्द्रमहोदय, इदानीं श्रूयते भगिनि. अस्तु, जनद्वयेन आगतं. राजेन्द्रमहोदय अस्ति, अखिला भगिनी, माला भगिनी, गोपालमहोदय, लक्ष्मी भगिनी. अन्यः कोऽपि? अस्तु तर्हि अग्रे सरेम. पुस्तके नवसप्ततितमे पुटे तत्र व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वम् इति पदार्थनिरूपणम् इत्यस्मात् आरभ्य पठेमाद्य. राजेन्द्रमहोदय किञ्चित् पठति वा? आम् आं भगिनि. नवन्यायिकाः नेन्दं सहन्ते, तेषाम् अयम् आशयः. वृक्षे संयोगसम्बन्धेन कपिः अस्ति चेत् सः तस्मिन् वृक्षे अग्रे मूले कस्यांचित् शाखायां वा भवति. क्षम्यतां, मम दोषः. तस्मात् पूर्वं यत् परिच्छेदः अस्ति ततः अनुसरामः. चक्षुर्मातृग्राह्यगुणः रूपम् इति दलत्रयं रूपलक्षणं पर्यवस्थितं. मूले तद्विभागमाह तत् सप्तविधम् इति. शुक्ले इत्यादि प्रसिद्धानि. चित्ररूपम् इति अतिरिक्तं. यस्य अवयवानां परस्परं विभिन्नं रूपं भवति स अवयविचित्रः इति उच्यते. यथा सन्ति कस्मिंश्चित् पटे पीततन्तूनां पञ्चशतानि, श्वेततन्तूनां पञ्च. तैः अवयवैः जायमाने तस्मिन् पटे न पीतं रूपं न अपि रक्तं रूपं, किन्तु चित्रम् इति अतिरिक्तं. सप्तमं किमपि रूपम् उत्पद्यते इति वैशेषिकानाम् आशयः. वैशेषिक इत्युक्ते एक्स्पर्ट्. वैशेषिकानाम् इत्युक्ते पुरातन प्राचीननैयायिकानां. तत्र दर्शनशास्त्राणि सन्ति खलु, वैशेषिकमिति अपि एकम् अस्ति, तर्हि न्यायशास्त्रात् प्राक् आगतम् इति मन्ये, तदर्थं पुराणनैयायिकानाम् इति वक्तुं तत्र वैशेषिकानाम् इति वदन्ति. अस्तु भगिनि, धन्यवादः. अस्तु महोदय, किं किञ्चित् अवगतं चेत् उच्यताम्. पूर्वं वयं पठितवन्तः चक्षुर्मातृग्राह्यगुणः, तत्तु दलत्रयम् अस्ति, अस्ति रूपलक्षणं यदा वदामः. तत् मूले तत् विभागमः सप्तं सप्तविधिम् इति पुरातन न्यायिकाः वदन्ति. रूपं तु सप्तविधिम् अस्ति, शुक्लेत्यादि प्रसिद्धानि. चित्ररूपम् इति अतिरिक्तं चित्ररूपं, यथा चित्रं किञ्चित् अपि स्वीकुर्मः, तत् अतिरिक्तं, तत् यथा शुक्ल हरित पीत तत् तादृशानि रूपं नास्ति, चित्रं किञ्चित् भिन्नरूपम् अस्ति. अस्य अवयवानां परस्परं विभिन्नं रूपं भवति स अवयवी. चित्र चित्रः यदा चित्रे विभिन्न विभिन्नरूपाणि भवन्ति सन्ति, तत् अवयवीचित्रः वदामः. यथा कस्मिंश्चित् पटे, यदा कस्मिंश्चित् पटे पीततन्तूनां 5 शतानि, श्वेततन्तूनां 5, तैः अवयवैः जायमाने तस्मिन् पटे न पीतं रूपं नापि रक्तं रूपं. यथा कुत्रापि पटे तन्तूनाः सन्ति, विभिन्न वर्णानां तन्तूनां सन्ति, तत् न वक्तुं शक्नुमः पीतरूपं पट अस्ति अथवा न रक्तरूपम् अस्ति वा. परन्तु चित्रम् अनुमानं कुर्मः, तत्र अतिरिक्तसप्तमं किमपि रूपम् उत्पद्यते इति वैशेषिका नाम आशयः. पुरातनवैज्ञानिकाः न्यायशास्त्रिणां मता आसीत् इति अस्ति. रूपे सप्तमं विधम् अस्ति, तच्च मिश्रणम् अस्ति, बहूनां रूपाणां मिश्रणमेव चित्रम् इति सप्तमं रूपम्. अतिरिक्तम् इत्युक्ते पृथक्तया इति. अस्मिन् सन्दर्भे तथा एव अस्ति, पृथक् रूपम् अस्ति सप्तमम् इति, तदेव चित्रं, अन्येषां रूपाणां मिश्रणम् इति प्राचीनानां मतं. परन्तु नवीननायायिकाः इदं मतं न अनुमन्यन्ते. किमर्थम् इति ज्ञातव्यं भवति चेत् तत्र आगच्छति व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वम् इति विषयः. यः विषयः अग्रे अस्ति तद् पठेम. अखिला भगिनी पठति वा? आं भगिनि. व्याप्तिवृत्तित्वम् अव्याप्तिवृत्तित्वम् इति पदार्थनिरूपणं नव्यनैयायिकाः न इदं सहन्ते. तेषाम् अयम् आशयः, वृक्षे संयोगसम्बन्धेन कपिः अस्ति चेत् सः तस्मिन् वृक्षे अग्रे मूले कस्याञ्चित् शाखायां वा भवति, न तु सर्वेषु अवयवेषु कपिः भवति. वृक्षगतरूपं तु सर्वेषु अवयवेषु वर्तते इति तत् व्याप्तवृत्ति इति उच्यते. कपिः तत् संयोगेन वा संयोगो वा न सर्वावयवेषु वर्तते इति कपिः कपिसंयोगो वा अव्याप्यवृत्तिः इत्युच्यते. अव्याप्यवृत्तित्वम् इत्यस्य स्वभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इति अर्थः. अत्र विषयद्वयम् अस्ति, अत्र व्याप्यवृत्ति अव्याप्यवृत्ति इति. तत्र कश्चन वृक्षः अस्ति चेत् वृक्षे वृक्षस्य रूपं यदस्ति तत्तु वृक्षे सर्वत्र अस्ति, सर्वेषु अवयवेषु भवति इति कारणात् तत्र तत्तु व्याप्यवृत्तिः इति वदामः. इदानीं तस्मिन् वृक्षे किमपि कपिः अस्ति चेत् तत् कपिः तत्र किञ्चित् एकमेव स्थले वृक्षे भवति किम् अग्रे वा मूले वा अन्यचित् किमपि शाखायां वा इति एकस्मिन् स्थले एव तद् कपिः भवति. कपिसंयोगः तु सर्वेषु अवयवेषु तत्र वृक्षस्य सर्वेषु अवयवेषु तत्र कपिसंयोगः न भवति इति कारणात् कपिसंयोगः अव्याप्य वृत्तिः इति कथयामः तत्र यत् कपिसंयोगः भवति तदेव तत्र अव्याप्यवृत्तिः व्याप्यवृत्तिः इति. अत्र अग्रे एकं वाक्यमस्ति लक्षणम् अव्याप्यवृत्तित्वस्य लक्षणवाक्यं तत् पठति. अव्याप्यवृत्तित्वम् इत्यस्य स्व अभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इत्युक्ते तत्र यदा वृक्षस्य तत्र वृक्षकपि उदाहरणं वृक्षकपयोः उदाहरणं पश्यामः चेत् तत्र कस्मिंश्चित् स्थले कपिसंयोगः अभावः वर्तते अन्यस्मिन् स्थले तत्र कपिसंयोगः अपि वर्तते. तथैव तत्र वृक्षः तत्र अधिकरणं तत्र कपिः वृक्षे अस्ति इति वदामः चेत् तत्र वृक्षः अधिकरणम् अस्ति कपि कपेः. परन्तु तत्र कपि सर्वस्मिन् स्थले तत्र सर्वेषु अवयवेषु तत्र कपिसंयोगः न भवति. तत्र एकमेव स्थले तत्र कपिसंयोगः भवति अन्येषु स्थलेषु तु तत्र अभावः एव कपिसंयोगः अभावः एव भवति. तदेव तत्र अव्याप्यवृत्तित्वं तत्र यत्र अधिकरणम् अस्ति तत्र अभावः अपि अस्ति संयोगः अपि अस्ति इति कारणात् तत्र तदेव अव्याप्यवृत्तिः इति वदामः. अस्तु, अधिकरणे कस्य अभावः भवति? संयोगस्य अभावः. अत्र संयोगः इति कपेः अभावः. सत्यं सत्यं, कपिसंयोगः इति यद् उक्तं तस्य सूचनार्थं स्वम् इति अस्ति. स्वम् इति अपि एकं सर्वनामपदमस्ति. स्वस्य अभावः स्वाभावः. अस्तु, स्वाभावः अत्र स्वम् इत्युक्ते कपिः अथवा कपिसंयोगः. तादृशः अभावः अधिकरणे वृक्षे अस्ति. यथा भगिन्या उक्तं कपिसंयोगः तु सर्वत्र न भवति वृक्षे. वृक्षे अपि कुत्रचित् अभावः अस्ति कपिसंयोगस्य. तर्हि वृक्षे स्व अभावः अस्ति. स्वस्य अभावः स्वाभावः इति अस्ति वृक्षे. यत्र स्वाभावः अस्ति तस्मिन्नेव स्वस्य विद्यमानत्वं. पुनः स्वम् इत्यस्यैव षष्टि स्वस्य. अत्र स्वम् इत्युक्ते किं? कपिः अथवा कपिसंयोगः वा. तर्हि यत्किमपि वस्तु स्वस्य अभावस्थले वर्तते चेत् तादृशमस्ति अव्याप्य वृत्तित्वम् इति. तत्र परिभाषा अस्ति अव्याप्यवृत्तित्वस्य, स्वाभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इति. परन्तु व्याप्यवृत्तित्वं तथा नास्ति. व्याप्यवृत्तित्वम् इत्युक्ते अधिकरणे सर्वत्र भवति. यथा वृक्षे रूपम् इति गुणः सर्वत्र, वृक्षगतरूपम् इति गुणः सर्वेषु अवयवेषु वृक्षे भवति. वृक्षं व्याप्य तिष्ठति. तत्र वृक्षगतरूपम् अथवा वृक्षत्वम् इति वक्तुं शक्यते वा? आमां, सत्यं महोदय, समीचीनमेव. यः कोऽपि गुणः भवतु, वृक्षत्वं वा अथवा वृक्षगतरूपं वा, तद् समानमेव. तस्मिन् हा तस्मिन् अधिकरणे सर्वत्र अस्ति चेत् तद् व्याप्यवृत्तिः इति उच्यते. वृक्षत्वम् इति जातिः अस्ति, परन्तु वृक्षगतरूपं जातिः न वा? वृक्षगतरूपं गुणः इति चिन्तयतु. इदानीं वृक्षं पश्येमश्चेत् वृक्षः इति अभिज्ञातुं शक्नुमः, ऐडेण्टिफै कर्तुं शक्नुमः खलु. कथं? यतोहि किञ्चन विलक्षणरूपम् अस्ति. अस्तु, तादृशरूपं सर्वत्र अस्ति वृक्षे इति व्याप्यवृत्तिः, परन्तु कपिः यः भवति वृक्षे सः वृक्षे सर्वत्र न एकस्मिन् स्थले इति कपिसंयोगः इति गुणः अव्याप्यवृत्तिः। अस्तु, एतावत् जानीमः चेत् अग्रे करपत्रे गभीरतया तस्य चर्चा भवति, सर्वं स्पष्टं भवति। अन्य केनापि आगतं किम् अन्येन? अजितमहोदय खलु? अस्तु अस्तु, अन्य कोऽपि? अस्तु तर्हि अग्रे सरेम। माला भगिनी अग्रे पठति वा? माला भगिनी, माला भगिनी अस्ति किम्? केनचित् आगतम् अधुना नूतनतया? आम्, रवि अस्मि। अस्तु रवि महोदय, तर्हि गोपालमहोदय अग्रे पठति वा? करपत्रं वा अथवा अग्रे एकस्मिन् महोदय भगिनी, माला भगिनी अस्ति किम्? अहं पठन्ती आसम्। अस्तु अस्तु, म्यूट् मध्ये आसीत् इति मन्ये। अस्तु अग्रे पठतु एकस्मिन् एव इत्यस्मात्। गोपालमहोदय पुस्तकात् पठामः अधुना। अस्तु, आरब्धुं शक्नोमि वा? हा हा। एकस्मिन् एव वृक्षरूपे अधिकरणे कपिः अस्ति अग्रदेशवर्तिशाखायां, तस्य अभावः तु मूलदेशवर्तिशाखायाम्, एवं च अग्रं कपिनिष्ठ आधेयता निरूपिता या वृक्षनिष्ठ अधिकरणता तस्याः अवच्छेदकम् इति उच्यते, मूलं च कपिसंयोगाभावनिष्ठ आधेयतानिरूपित करणतावच्छेदकम्। एकः वृक्षः अस्ति, तस्य अग्रभागे कपिः अस्ति एकस्मिन् शाखायां, तस्य अधिकरणमस्ति वृक्षः, एकस्मिन् स्थले। परन्तु कपिः अधिकरणं वृक्षः इति तु सत्यं, वृक्षे अपि कश्चन प्रदेशः एव तस्य अधिकरणं खलु? आम् आम्, अत्र अग्रभागः अधिकरणं भवति, शाखायाः अग्रभागः अधिकरणम्। आम्, तस्य अभावः तु मूलदेशवर्ति शाखायां, यतोहि अग्रभागे कपिः अस्ति, तत्र कपिः कपिसंयोगः अस्ति, मूलभागे तत्र कपिसंयोगस्य अभावः अस्ति, एवं च अग्रं कपिनिष्ठ आधेयता निरूपित या वृक्षनिष्ठ अधिकरणता तस्याः अवच्छेदकम् इति उच्यते। तस्य अग्रभागे कपिः अस्ति इति तस्य विवरणं भवति कपिनिष्ठ आधेयता निरूपित वृक्षनिष्ठ अधिकरणता, इत्युक्ते कपिः आधेयः अस्ति, वृक्षः अधिकरणम् अस्ति। परन्तु वृक्षस्य सर्वभागम् अधिकरणं नास्ति। I'm sorry? वृक्षस्य अग्रं रूपमेव। माला भगिनी, आम् आम्, हा, वृक्षे अधिकरणता अस्ति इति तु सत्यं, परन्तु सर्वं वृक्षम् अधिकरणं नास्ति, वृक्षस्य किञ्चन कश्चन भागः एव खलु? आम् आम्, अधिकरणम्, अग्रभागः अवच्छेदकम् इति उच्यते। हा सम्यक्, कस्य अवच्छेदकम्? कपिसंयोगस्य न, पठतु इतोपि वाक्यमेकवारम्। एवं च अग्रं कस्य कपिनिष्ठ आधेयता आधेयता निरूपिता या वृक्षनिष्ठ अधिकरणता अस्ति तस्याः अवच्छेदकम्. अधिकरणतायाः अवच्छेदकम्. हा, अधिकरणतायाः अवच्छेदकम् अस्तु. यतोहि सर्वं सर्वं वृक्षम् अधिकरणं नास्ति, कश्चन भागः एव अधिकरणं. तस्य अधिकरणस्य सम्यक्तया वदनार्थम् एकम् अवच्छेदकम् आवश्यकं भवति. तर्हि अग्रम् इति कपिनिष्ठ आधेयता निरूपित वृक्षनिष्ठ अधिकरणतायाः अवच्छेदकं. तथैव अग्रिमवाक्यं पठतु. मूलं च भगिनि भावः. एकनिमिष, कस्यचित् प्रश्नः आसीत्? आम् आम्, क्षम्यताम्. तत्र अधिकरणतायाः अवच्छेदकं वा नो चेत् तत्र अग्रभागस्य अवच्छेदकं वा? किमर्थं चेत् तत्र अग्रभागे एव तत्र अधिकरणता अस्ति खलु. अस्तु, एवं पठतु. एवं च अग्रं कामा कपिनिष्ठ आधेयता निरूपित या वृक्षनिष्ठ अधिकरणता कामा तस्याः अवच्छेदकम् इत्युच्यते. अग्रम् अवच्छेदकम् अस्तु. ओ अस्तु अस्तु, आम्. अस्ति, तस्य अवच्छेदकं भवति अग्रभागम्. अस्तु, मूलं च कपिसंयोग अभावः अभावनिष्ठ आधेयतानिरूपित अधिकरणतावत् अधिकरणता अवच्छेदकम्. अत्र मूलभागे कपिसंयोग अभावः अस्ति. तन्निष्ठ आधेयतानिरूपित अधिकरणता अवच्छेदकम्. अत्र मूलभागमस्ति अवच्छेदकम्. वृक्षस्य मूलभागं सम्यक् सम्यक् अवच्छेदकं. कस्य अवच्छेदकम्? अधिकरणतायाः अवच्छेदकम्. हा, अधिकरणतायाः. अत्र पश्यन्ति चेत् प्रथमे वाक्ये अपि वृक्षनिष्ठ अधिकरणता, द्वितीये वाक्ये अपि तादृशी एव अधिकरणता, वृक्षनिष्ठ अधिकरणता एव. आमां. तर्हि किञ्चन अवच्छेदकम् आवश्यकं खलु, भेदः अस्ति इति ज्ञातुं. तदर्थं मूलम् अस्ति कपिसंयोगाभावनिष्ठ आधेयतानिरूपित अधिकरणतायाः अवच्छेदकम्, अपि च अपरस्याः अधिकरणतायाः अवच्छेदकम् अस्ति अग्रम् इति. अस्तु, गोपालमहोदय अग्रे पठति वा? घटत्वादिनिष्ठ प्रतियोगितावच्छेदकत्वात् इदम् अवच्छेदकत्वं मूलाग्रनिष्ठं भिन्नं, मूल अग्रनिष्ठं भिन्नं. तत्र इदं च अव्याप्तवृत्तित्वनिर्वाहकमिति शास्त्रे प्रसिद्धं. तथा च अग्रावच्छेदने वृक्षे कपिः कपिसंयोगः वा वर्तते. मूलवच्छेदेन वृक्षे कपेः अभावः कपिसंयोगाभावो वा वर्तते. एवं च कपिसंयोगः वृक्षे एवं च कपिसंयोगः वृक्षे अव्याप्तवृत्तिः इति वाक्यस्य वृक्षे अव्याप्तवृत्तिः इति वाक्यस्य वृक्षे कपिसंयोगः वर्तते तदभावः अपि वर्तते इत्यर्थः. तुल्ययुक्त्या कपिसंयोगाभावस्यापि अव्याप्तवृत्तित्वं समर्थनीयम्. अत्र अव्याप्यवृत्तित्वनिर्वाहकमिति शास्त्रे प्रसिद्धम्. अव्याप्तवृत्तित्वम् अव्याप्तवृत्तित्वं निर्वाहमिति शास्त्रे तत् घटत्वादिनिष्ठप्रतियोगिता अवच्छेदकत्वा इदम् किञ्चित् अहं किञ्चित् वदामि अत्र अत्र स्थूलाक्षरैः अस्ति खलु घटत्वादिनिष्ठप्रतियोगिता अवच्छेदकत्वात् घटे विद्यमानप्रतियोगितायाः अवच्छेदकमपि अस्ति पूर्वं वयं पठितवन्तः घटत्वम् इत्यादिकं तस्मात् इदम् अवच्छेदकं भिन्नम् अस्ति इदम् अवच्छेदकं किं मूलं वा अग्रं वा इति यत्किमपि अस्ति अवच्छेदकद्वयम् अस्ति सत्यं मूलाग्रनिष्ठम् अवच्छेदकत्वं भिन्नम् अस्ति कथम् इति अग्रे पश्येम परन्तु अस्य आवश्यकता किमर्थम् अस्ति इति चेत् इदम् इदम् इत्युक्ते अवच्छेदकत्वं च अव्याप्य वृत्तित्वनिर्वाहकम् इति शास्त्रे प्रसिद्धम् हा इदम् इदं शास्त्रे प्रसिद्धं किं शास्त्रे प्रसिद्धं मूलाग्रनिष्ठ अवच्छेदकत्वं शास्त्रे प्रसिद्धं किमर्थम् आवश्यकं तस्य आवश्यकता का इत्युक्ते अव्याप्य वृत्तित्वम् इति यद्वयं पठामः अद्य तस्य निर्वहणार्थं तादृश अवच्छेदकत्वस्य आवश्यकता अस्ति तदेव अव्याप्य वृत्तिनिर्वाहकम् इति शास्त्रे प्रसिद्धम् अस्ति निर्वाहकम् इत्युक्ते अव्याप्तवृत्तित्वनिर्वाहकम् निर्वाहकं वहति हा हा किमर्थम् अव्याप्य वृत्तित्वस्य निर्वाहणं करोति कथम् इति अद्य पश्येम तत् एतद् भिन्नम् अवच्छेदकमस्ति घटत्वात् भिन्नम् अस्ति एतद् अवच्छेदकत्वम् तस्य कार्यं किम् अव्याप्य वृत्तिनिर्वाहणम् अस्तु कस्यचित् प्रश्नः आसीत् वा आं भगिनि पूर्वस्मिन् वाक्ये एकः पूर्वस्मिन् वाक्यमस्ति मूलं च कपिसंयोग अभावनिष्ठ आदेयता निरूपित अधिकरणता अवच्छेदकं तत्र तत्र वाक्य भिन्न भिन्नरूपेण लिखामः चेत् कपिसंयोग अभावनिष्ठ आदेयता निरूपित अधिकरणता अवच्छेदक आश्रयः मूलम् इति वक्तुं शक्नुमः वा अवच्छेदकमाश्रयः मूलम् इति अधिकरणता अवच्छेदकताश्रयः मूलम् भवत्या यद् हा सम्यक् एव मूलम् इति अवच्छेदकं चेत् तस्मिन् अवच्छेदकता अस्ति भवत्या सम्यक्तया अवगतम् इति मन्ये तादृश अवच्छेदकतायाः आश्रयमस्ति मूलं कीदृश अवच्छेदकतायाः या अवच्छेदकता कपिसंयोगाभावनिष्ठ अधेयता निरूपित अधिकरणतायाः अवच्छेदनं करोति तादृश तादृशी अवच्छेदकतायाः अस्तु महोदय अग्रे उच्यताम् इदं च वृक्षे तथा च अग्रावच्छेदेन वृक्षेः कपिः कपिसंयोगः वर्तते तत्र कपिः वृक्षस्य अग्रे शाखायाम् अग्रे अस्ति तत्र अवच्छेदकमस्ति अवच्छेदेन वृक्षे कपिः तत्र कपिसंयोगः अस्ति परन्तु मूल अवच्छेदेन वृक्षे कपेः अभावः अस्ति कपिसंयोगाभावः वर्तते कपेः अभावः अथवा कपिसंयोगाभावः कपेः इत्युक्ते कपिसंयोगः एव कस्मिन् स्थले कुत्रापि अस्ति तत्र कपिसंयोगः भवति अथवा नास्ति चेत् कपिसंयोगाभावः अस्ति इति एवं च कपिसंयोगः वृक्षे वृक्षे अव्याप्तवृत्तिः इति वाक्यस्य वृक्षे कपिसंयोगः वर्तते तत् अभावः अपि वर्तते इत्यर्थः अव्याप्तवृत्तिः इति नाम किं वृक्षः एकमेव परन्तु कपिः एकस्मिन् स्तरे अस्ति तत्र अन्यत्र नास्ति अन्यत्र कुत्रापि अभावः अस्ति तस्मात् वृक्षे अव्याप्तवृत्तिः अस्ति इति इत्यर्थः अभावकारणात् इति एव वृक्षे अव्याप्यवृत्तिः गुणः अस्ति कपिसंयोगः. तथैव तुल्ययुक्त्या इत्युक्ते तथैव कपिसंयोग अभावः अपि तादृशः अव्याप्यवृत्तिः गुणः एव अस्ति समर्थनीयं भवति. किमपि वक्तुं शक्नुमः, कपि संयोगः संयोगात् वृक्षे अव्याप्तवृत्तिः अस्ति, अथवा कपि संयोग अभाव कारणात् अपि वृक्षे अव्याप्तवृत्तिः अस्ति. न न न, तत्र अव्याप्यवृत्तित्वं कुत्र अस्ति इति मुख्यः अस्तु. अव्याप्तवृत्तित्वं वृक्षे अस्ति. एकनिमिषः, तत्र अव्याप्यवृत्तिः इति गुणस्य नाम, व्याप्यवृत्तिः अथवा अव्याप्यवृत्तिः इति गुणस्य नाम अस्तु. व्याप्यवृत्तिः इति यः गुणः अस्ति तदस्ति रूपं, वृक्षगतरूपं सर्वत्र अस्ति. तर्हि अव्याप्यवृत्तिः इति यः गुणः अस्ति तादृशगुणः कपिसंयोगः. कपिसंयोग अथवा कपि संयोग अभावः इति अव्याप्यवृत्तिः अस्ति. अस्तु, अग्रे लक्ष्मी भगिनी. संयोगाभावस्यापि अव्याप्यवृत्तित्वम् आम् इदानीं स्वागतं. तथैव अस्ति. अस्तु लक्ष्मी भगिनी अग्रे पठति वा. आम्, अग्रे वृक्षे कपिसंयोगः इति वाक्ये अपि अग्रपदोत्तरसप्तम्याः अवच्छेदकत्वम् अवच्छेदत्वम् अर्थः वृक्षपदौ उत्तरसप्तम्याः अधिकरणत्वम् अर्थः तथा च अग्र अवच्छिन्नवृक्षनिष्ठ अधिकरणता निरूपित आदेयता आश्रयः कपिसंयोगः इति प्रतीयते. मूले वृक्षे कपिसंयोग अभावः इति वाक्यादपि मूला अवच्छिन्नवृक्षनिष्ठ अधिकरणतानिरूपित आदेयता आश्रयः कपिसंयोग अभावः इति बोधो भवति. एवं च सर्वजनसिद्धं यत् अव्याप्यवृत्तित्वं तेनैव चित्ररूपस्थले अपि निर्वाहः शक्यः कर्तुम्. अस्तु भगिनि, उच्यताम्. अस्तु, अस्तु अग्रे अग्रे अग्रे वृक्षे कपिः वृक्षस्य अग्रे अस्ति, अग्रभागे अस्ति, ततः तत्र कपिसंयोगः वृक्ष. अत्र अहं किञ्चित् वदामि. अग्रपदोत्तरसप्तमी, अग्रपदोत्तरसप्तमी, अग्रपदस्य सप्तमी विभक्ति अस्ति खलु. आम्, हा तदेव अस्ति. अग्रपदोत्तरसप्तम्याः अवच्छेदकत्वम् इति अर्थः. किमर्थं चेत् अग्रे वृक्षे कपिसंयोगः, मूले वृक्षे कपिसंयोगाभावः इति वदामश्चेत् तत्र वृक्षमिति तु समानमेव अधिकरणं, परन्तु वृक्षे कुत्र इति प्रश्नः भवति चेत् तत्र अवच्छेदकम् आवश्यकं. तदर्थं सप्तमीयुक्त अग्रपदमिति यदस्ति तत्र तस्य अवच्छेदकम् इति अर्थः भवति. अस्तु, वृक्षपद उत्तरसप्तम्याः अधिकरणत्वम् इति अर्थः. अस्तु, अग्रपदम् अस्ति अवच्छेदकत्वं, वृक्षपदम् अस्ति अधिकरणत्वं, तथा च अनन्तरं यथा पूर्वं दृष्टवन्तः वाक्यं रचयितुं शक् वाक्यं भवति अग्र अवच्छिन्न वृक्षनिष्ठ अधिकरणतानिरूपित आदेयता आश्रयः कपिसंयोगः. अनन्तरं मूलस्य वर्णनमस्ति, मूल अवच्छिन्न वृक्षनिष्ठ अधिकरणतानिरूपित आदेयता आश्रयः कपिसंयोग अभावः. मूलस्य न, कपिसंयोग अभावस्य अभावस्य वर्णनं विशेषणमस्ति. मूल अवच्छिन्न वृक्षनिष्ठ अधिकरणता निरूपित आदेयता आश्रयः कपिसंयोग अभावः. कपिसंयोगस्य विशेषणमस्ति अग्र अवच्छिन्न वृक्षनिष्ठ अधिकरणता निरूपित आदेयता आश्रयः. इति वाक्यद्वयं भवति, वाक्यद्वयं भवति. अग्रम् इति अवच्छेदकम् इति उक्तं खलु, तदर्थमेव अत्र अस्ति अग्रावच्छिन्न वृक्षनिष्ठ अधिकरणता अथवा मूलावच्छिन्न वृक्षनिष्ठ अधिकरणता इत्यादिकम्. अस्तु, अन्तिमवाक्यं पठतु भगिनि. एवं च सर्वजनसिद्धं यत् अव्याप्यवृत्तित्वं तेनैव चित्ररूपस्थले अपि निर्वाहः शक्यः कर्तुं सम्यक्तया न अवगम्यते. नास्ति चिन्ता. तर्हि एतत् सर्वं कपेः वृक्षस्य विषये किमर्थम् अत्र वदामः, किमर्थम् अत्र पठामः इत्युक्ते, एतस्य चित्ररूपम् इति यदस्ति तस्य निर्वाहार्थम् अथवा तस्य प्रतिपादनार्थं चित्रम् इति यत् अस्ति तद् मिश्रणमस्ति, बहूनां वर्णानां मिश्रणमेव चित्रम् इति अस्ति खलु. तर्हि एकस्मिन् पटे नीलवर्णः हरितवर्णः सर्वम् अस्ति चेत् कुत्रचित् नीलवर्णाभावः भवति, कुत्रचित् हरितवर्णाभावः भवति, यतोहि मिश्रणमस्ति तत्र. पटे सर्वस्मिन् भागे नीलवर्णः वा पटे सर्वस्मिन् भागे हरितवर्णः वा तथा नास्ति. तदर्थं तत्रापि अव्याप्यवृत्तित्वम् इति गुणः भवति इति कृत्वा एतत् सर्वं पठितम्. तत्रापि अप्लैड् भवति. तर्हि एतादृशगुणस्य कथनं भवति चेत् चित्रम् इति नूतनं सप्तमविधम् आवश्यकं वा न वा इत्यस्य चर्चा अत्र अस्ति. तदर्थम् एतत् सर्वम् आवश्यकम्. यदा चित्रम् इति वदामः चेत् तत्र व्याप्त वृत्तिः एव कस्य व्याप्यवृत्तिः? चित्रम् इति मिश्रणं खलु, नीलवर्ण हरितवर्ण पीतवर्ण सर्वं मिलित्वा चित्रम् इति भवति चेत् कस्य मिश्रः वर्णस्य मिश्रः भवति, परन्तु चित्रम् इति अन्य गुणः न भवति, परन्तु तदर्थमेव महोदय तत्र प्रारम्भे उक्तं प्राचीनानां मतम् अस्ति चित्रम् इति एकम् अन्यतमं रूपं पृथक्तया अस्ति इति, परन्तु नवीनानां मतानुगुणं तथा न भवति, यतोहि तेषां मतानुगुणं तत्र अव्याप्यवृत्तित्वम् अथवा व्याप्यवृत्तित्वम् इति गुणे अपि द्वैविध्यं भवितुम् अर्हति. तस्य उपयोगेन चित्रस्य निरूपणं क्रियते. कथम् इति अग्रे पश्येम. तर्हि एतावता बुद्धं वा? अस्तु, तर्हि अधुना प्रश्नः अस्ति, व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वं तौ गुणौ किं? गुणः इत्युक्ते पूर्वं दृष्टवन्तः खलु चतुर्विंशति गुणाः सन्ति, परन्तु गुणे अपि प्रभेदाः केटगरीस्. अस्तु, केचन गुणः संयोगः, इदानीं पश्यतु संयोगः इति गुणः सः अव्याप्यवृत्तिः, परन्तु वृक्षगतरूपम् इति गुणः सः व्याप्यवृत्तिः. तादृशप्रभेदं कृतमस्ति, परन्तु स्वयं गुणः न, चतुर्विंशतिगुणेषु अन्यतमः इति नास्ति. ओ अस्तु, संयोगः इति गुणस्य प्रभेदद्वयं व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वं न भगिनि, गुणे एव तादृशः केटगरैजेशन् अथवा प्रभेदः वर्तते. ओ अस्तु. हा, संयोगः अपि गुणः रूपमपि गुणः. संयोगः तत्र चतुर्विंशतिगुणाः सन्ति, तेषु अव्याप्यवृत्तिः अथवा व्याप्यवृत्तिः अन्तर्गतः नास्ति. केवलं तेषु चतुर्विंशतिगुणेषु ये भवन्ति ते कीदृशाः भवन्ति इति प्रदर्शयितुम् अस्ति अत्र, अव्याप्यवृत्तिः वा अथवा व्याप्यवृत्तिः वा इति. बुद्धं वा? अस्तु, तर्हि इदानीं करपत्रस्य पठनं भवतु. करपत्रम् उद्घाटितमस्ति वा सर्वेषां पुरतः? अजितमहोदय पठति किं करपत्रम्? आं भगिनि, एकनिमिषं. करपत्रस्य लिङ्क् अस्ति, ईमेल् मध्ये अस्ति, महोदयेन प्रेषितं. गुणस्य व्याप्याव्याप्यं च वृत्तित्वं गुणस्य व्याप्याव्याप्यं च वृत्तित्वम्। प्राचीनानां मतानुसारं रूपं सप्तविधं, तत्र सप्तसु अन्यतमं चित्रम्। नव्यनयायिकाः इदं सप्तमं न मन्यन्ते। व्याप्यवृत्तित्वस्य तत्सम्बन्धशब्दानां च अर्थः। रूपं व्याप्यवृत्ति इति प्राचीनानां मतम्। अव्याप्यवृत्ति इति नवीनानां मतम्। यदा प्राचीनाः वदन्ति यत् रूपम् इति गुणः व्याप्यवृत्तिः, तदा तेषां कथनस्य आशयः एवं यत् यस्मिन् द्रव्ये रूपं तिष्ठति तत् द्रव्यं व्याप्य तिष्ठति, तत् रूपं तस्मिन् द्रव्ये सर्वत्र भवति इत्यर्थः। तस्य द्रव्यस्य एकस्मिन् एव भागे भवति इति न, अपि तु सर्वत्र एव। अपरेषु शब्देषु यस्मिन् द्रव्ये तत् रूपं तिष्ठति तद्द्रव्यं पूर्णतया आवृत्य तिष्ठति, तस्मिन् द्रव्ये पूर्णतया व्याप्तः भवति सः गुणः। इत्युक्ते रूपं व्याप्यवृत्तिः इति प्राचीनानां मतम्। इत्युक्ते एकद्रव्यं पूर्णतया एकमेव, यस्मिन् द्रव्ये एकरूपं तिष्ठति तत् रूपं तस्मिन् द्रव्ये सर्वत्र भवति एव। प्राचीनानां मतं, नवीनानां मतं किम्? अव्याप्यवृत्तिः इत्युक्ते एकरूपं कस्मिंश्चित् भागे एव तिष्ठति इति। यदा कपिः वृक्षस्य अग्रे तिष्ठति तत् वृक्षस्य मूले अव्याप्य वृक्षस्य मूले कपिसंयोग अभावं दृश्यते, तदपि नवीनानां मतमेव खलु? तद् नास्ति नवीनानां मतं। कपिसंयोगः इति प्रदर्शितं केवलं विवरणार्थम्, उदाहरणार्थम्। अव्याप्यवृत्तिः नाम किम् इत्यस्य विवरणार्थं तादृशं दर्शितं, परन्तु नवीनानां मतम् एवम् अस्ति, रूपम् अव्याप्यवृत्तिः अस्ति इत्येव तेषां मतम् अस्ति। तस्य द्रव्यस्य एकस्मिन् एव भागे भवति इति न, अपि तु सर्वत्र एव। अथवा यस्मिन् द्रव्ये तत् रूपं तिष्ठति तत् द्रव्यं पूर्णतया आवृत्य तिष्ठति, अथवा तत् द्रव्ये पूर्णतया व्याप्तः भवति एव, व्यापरति, तत् रूपं पूर्णतया द्रव्ये व्यापरति इति वदामः। सत्यं, तर्हि रूपं व्याप्यवृत्ति इति प्राचीनानां मतं। व्याप्यवृत्ति इत्युक्ते द्रव्ये सर्वत्र भवति इति अस्ति। अत्र कोऽपि प्रश्नः वा? अस्तु, रविमहोदय अग्रे पठति किम्? भगिनी एकः प्रश्नः अस्ति। एकनिमिषः रविमहोदय, अस्तु वदतु महोदय। इति बिन्दु स्वीकुर्मः चेत् किं किं प्राचीनानां मतं, यदा घटं भूतले अस्ति, घटा एक द्रव्यमेव, घट अहं चिन्तयामि रूपम् एकरूपं भूतले अस्ति चेत् सर्वत्र भूतले व्याप्तिः इति न न तस्य घटस्य घटस्य रूपम् अथवा आकारः यद् पश्यति दृष्ट्वा यद् वक्तुं शक्नोति इदम् अयं घटः इति वदति खलु तादृशः गुणः व्याप्यवृत्तिः इति प्रायः यथा वृक्षगतं रूपं तथैव घटगतम् एकं रूपं भवति तद् दृष्ट्वा वक्तुं शक्नोति आम् इदम् अयं घटः इति खलु सः व्याप्यवृत्तिः परन्तु घटे बहूनां वर्णानां मिश्रणम् अस्ति इति चिन्तयतु घटस्य अग्रभागे पीतवर्णः अधोभागे रक्तवर्णः तथा अस्ति इति चिन्तयतु तर्हि पीतरूपं घटस्य रूपम् इति वक्तुं शक्नुमः वा केवलं पीतरूपं नास्ति खलु यतोहि रक्तवर्णः अपि अस्ति तदर्थं पीतरूपम् इति यदस्ति तद् अव्याप्यवृत्तिः प्राचीनाः किं कुर्वन्ति तत् सर्वं मिलित्वा पीतं रक्तं हरितं सर्वेषां वर्णानां मेलनं कृत्वा चित्रम् इति रूपम् अस्ति इति प्राचीनाः वदन्ति नवीननायायिकाः इदं न अङ्गीकुर्वन्ति तेषां मतानुगुणं व्याप्यवृत्ति अव्याप्यवृत्ति इति रूपद्वयं भवितुमर्हति अस्तु धन्यवादः अस्तु रविमहोदय पठति वा अधुना व्याप्यवृत्ति इति शब्दः कीदृशः इति बोध्यं रूपं व्याप्यवृत्तिः गुणः इति वाक्यम् अवलोकयामः व्याप्यवृत्तिविशेषणम् अस्ति त्रिषु लिङ्गेषु च भवति अत्र च पुंसि पुल्लिङ्गे हरिशब्दः इव व्याप्यवृत्तिः श्रीलिङ्गे मतिशब्दः इव व्याप्यवृत्तिः नपुंसकलिङ्गे वारिशब्दः इव व्याप्यवृत्ति अतः व्याप्यवृत्तिः गुणः व्याप्यवृत्तिः संख्या व्याप्यवृत्तिः रूपं ध्येयं यत् वृत्तिशब्दः नियतलिङ्गशब्दः स्त्रीलिङ्गकः परन्तु व्याप्यवृत्ति इति समस्तपदम् अस्तु उच्यतां महोदय व्याप्यवृत्ति इति शब्दः समस्तपदः अस्ति तत् नियतलिङ्गः नास्ति तत् विशेषण अस्ति अतः त्रिषु लिङ्गेषु भवति त्रिषु लिङ्गेषु भवति इति खलु अत्र रूपं व्याप्यवृत्तिः गुणः इति वाक्यमस्ति तत्र विशेषणं किम् द्वितीयं वाक्यं पश्यतु रूपं व्याप्यवृत्तिः गुणः विशेषणं किं विशेष्यं किम् रूपं विशेष्य व्याप्यवृत्तिः इति विशेषणं न चिन्तयतु अत्र अत्रापि गुणविशेष्य व्याप्यवृत्तिः विशेषणं विशेषणं सम्यक् गुणः इति विशेष्यमस्ति व्याप्यवृत्तिः इति विशेषणम् अस्ति खलु यथा हरिशब्दः अस्ति पुल्लिङ्गे तथा व्याप्यवृत्तिः गुणः स्त्रीलिङ्गे मतिशब्दः भवति तथैव पुनः स्त्रीलिङ्गे गुणस्य स्थाने यत्किमपि स्त्रीलिङ्गपदं योजयति चेत् तदा व्याप्यवृत्तिः इत्यस्य स्त्रीलिङ्गरूपं भवति केवलं रूपम् इत्यस्य विशेषणम् इच्छामि चेत् तदा किं भवति नपुंसकलिङ्गशब्दं तर्हि व्याप्यवृत्ति इत्यस्य रूपं तत्र कथं भवति विसर्गः भवति वा न भवति खलु रूपमिति नपुंसकलिङ्गं तदा यदि व्याप्यवृत्तिः इति रूपस्य विशेषणं भवति चेत् तदपि नपुंसकलिङ्गं भवति तदा तद् विसर्गः न भवति अतः एव अत्र उदाहरणं दत्तं पठतु एकवारम् अतः व्याप्यवृत्तिः गुणः व्याप्यवृत्तिः संख्या व्याप्यवृत्तिरूपम् अधुना बुद्धं वा आम् भेदः कः इति अस्तु अग्रे अग्रे एकत्वम् इति संख्या न एकनिमिषः तत्र ध्येयं यत् इति अस्ति तत् पठतु कृपया ध्येयं यत् वारिशब्दः नियत् वृत्तिशब्दः नियत्लिङ्गशब्दः स्त्रीलिङ्गकः परन्तु व्याप्यवृत्ति इति समस्तपदं तत् समस्पद् विशेषण अस्ति अतः त्रिषु लिङ्गेषु भवति त्रिषु लिङ्गेषु भवति इति अवगन्तव्यं भवति केवलं वृत्तिः इति न व्याप्यवृत्तिः इति कृत्वा समस्तपदं सञ्जातं तत् समस्तपदं तु विशेष्य निघ्नम् अस्ति नाम त्रिषु लिङ्गेषु त्रिषु वचनेषु भवति वृत्तिः शब्द इव नियतलिङ्गस्त्रीलिङ्गपदं नास्ति इति अत्र अत्र अस्ति विषयः अस्तु अग्रे राजेन्द्रमहोदय पठति वा आं भगिनि अग्रे एकत्वम् इति संख्या पुस्तकं व्याप्य तिष्ठति अत्र प्रश्नः उदेति पुस्तके व्याप्य तिष्ठति उत् पुस्तकं व्याप्य तिष्ठति द्वयो मध्ये किं स्यात् वि उपसर्गपूर्वकः आप् धातु लटि व्याप्नोति आवरणं करोति इत्यर्थः अत्र व्याप्य तस्य लभ्यन्तं रूपं लपि कर्म गृह्यते अतः पुस्तकशब्दे कर्मपदत्वं व्याप्य इति लभ्यतेन अन्वयः वायुः वृक्षं व्याप्य तिष्ठति तथा अस्तु उच्यता महोदय यदा वदामः एकं पुस्तकं तत् संख्या तु व्याप पुस्तकं व्याप्यते यदि एकमेव पुस्तकमस्ति तत् एकत्वं यदा वदामः तत् पुस्तकं व्याप्य तिष्ठति अत्र प्रश्नः उदेति पुस्तके व्याप्य तिष्ठति उत् पुस्तकं व्याप्य तिष्ठति तत् किञ्चित् न अवगच्छामि किमस्ति नास्ति चिन्ता नास्ति अहम् एकम् उदाहरणं ददामि बालकः विद्यालयं गच्छति बालकः पठति इति वाक्यद्वयमस्ति खलु त्वा वदति चेत् कथं वदति बालकः विद्यालयम् आगच्छति बालकः पठति वाक्यं मिलित्वा वदति चेत् किं भवति बालकः विद्यालयम् आगत्य पुस्तकं पठति हा आगत्य पठति तत्र आगत्य इति ल्यबन्तं जातं खलु आम् आं भगिनि हा आ इति उपसर्गः अस्ति तस्मात् गम् धातुः आगत्य इति तस्मात् ल्यप् इति प्रत्ययः योजितः आगत्य इति अपि च तथैव अत्रापि अस्ति बि उपसर्गपूर्वकः आप् धातुः यथा आगच्छति इति लटि तथैव व्याप्नोति इति अपि अस्ति लटि तस्य अर्थः अस्ति आवरणं करोति अथवा आवृत्य तिष्ठति इति खलु अपि च तस्य ल्यबन्तरूपं व्याप्य इति अस्ति यथा आगत्य तथैव व्याप्य अत्र अन्तिमम् अस्ति ल्यपि कर्म गृह्यते अतः पुस्तकशब्दे कर्मपदत्वं व्याप्य इति ल्यबन्तेन अन्वयः नाम इदानीं बालकः विद्यालयम् आगत्य पठति इति मया उक्तं खलु आगत्य इत्यस्य योजनेन प्रयोगे तत्र विद्यालयः इति पुल्लिङ्गशब्दः यदा ल्यबन्तप्रयोगः भवति तर्हि तस्य द्वितीया विभक्ति भवति विद्यालय हा द्वितीया विभक्ति कुत्र भवति कर्मपद यत्र तत्रैव खलु इत्येव अस्ति यत्र यत्र कर्मपदं तत्र तत्र द्वितीया विभक्ति अपि च ल्यबन्तत्वान्तप्रयोगे अपि तस्मात् पूर्वं कर्मपदं भवति एव सकर्मकेषु तदर्थमेव अत्र उक्तं ल्यपि कर्म गृह्यते अतः पुस्तकशब्दे कर्मपदत्वं पुस्तकं व्याप्य तिष्ठति पुस्तकं व्याप्य तिष्ठति पुस्तके व्याप्य तिष्ठति इति प्रायः साधुर्न भवति इत्येव उक्तम् किमर्थं पुस्तकस्य कर्मपदत्वं यथा एकत्वं पुस्तकं व्याप्य तिष्ठति एकमेव पुस्तकमस्ति तत् संख्या पुस्तकं व्याप्य तिष्ठति धातुसंख्या पुस्तकं व्याप्य तिष्ठति इति अस्ति, कर्मपदत्वम् अस्ति. तथैव अत्र इतोपि एकम् उदाहरणम् अस्ति, पठतु. अतः पुस्तकशब्दे कर्मपदत्वं व्यापि इति लभ्यन्तेन अन्वयः, वायुः वृक्षं व्याप्य तिष्ठति. अस्तु, एवमेव वृक्षः कर्म गृह्यते. व्याप्यपदस्य कर्म किं? वृक्षं. वृक्षं यतोहि ल्यबन्तमस्ति, तदर्थं कर्मपदत्वम् अस्ति वृक्षस्य इति एव विषयः अस्ति. गुणस्य विषये अपि तथैव वदामः. एकत्वम् इति संख्या गुणः अस्ति खलु, सा संख्या पुस्तकं व्याप्य तिष्ठति इति वदामः, न तु पुस्तके व्याप्य तिष्ठति इति. बुद्धं वा? आम् भगिनि. अस्तु, अग्रे अखिला भगिनी पठति वा? आं भगिनि. परन्तु कपिसंयोगः वृक्षे अव्याप्यवृत्तिः. अत्र वृक्षस्य अधिकरणकारकं न तु कर्मकारकं, यतोहि व्याप्यशब्दस्य अन्वयः कपिसंयोगस्य वृत्तित्वेन न तु समासात् बहिः. ततः अग्रे कपिसंयोगस्य वृत्तित्वं कुत्र इति चेत् वृक्षे. समस्तपदं यदा कुर्मः तदानीं समस्तपदस्य यः समग्रः अर्थः सः कथं सम्बध्यते वाक्ये इति द्रष्टव्यम्. यथा अत्र अव्याप्यवृत्तिः इत्यस्य समग्रः यः अर्थः, सः अर्थः वृक्षेण सह सम्बध्यते. केवलं व्याप्यपदस्य अन्वयः अपेक्षितः यदा, तदा समस्तपदस्य अन्तर्गते एव चिन्तनीयम्. यथोक्तं तर्हि वृत्तित्वं वृक्षेण सह सम्बध्यते, कपिसंयोगवृत्तित्वं वृक्षे भवति. व्याप्यशब्दस्य अन्वयः वृक्षेण नास्ति, अपि तु वृत्तिशब्देन. न व्याप्य अव्याप्य, अव्याप्यवृत्तिः इत्यतः अव्याप्यवृत्तिः बहुव्रीहि समासः. यवन्तं पदम् अव्ययम्, अव्ययानां च बहुव्रीहि समासः भवति. यथा उच्चैः मुखं यस्य सः उच्चैर्मुखः, तर्हि आहत्य अव्याप्यवृत्ति इति पदे अव्याप्य इत्यस्य साक्षात् वृत्तित्व अन्वयः, किन्तु बहुव्रीहेः अन्यपदार्थप्राधान्यत्वात् पदस्य समग्रार्थः अन्वेति कपिसंयोगः इति गुणेन, अधिकरणत्वात् वृक्षेण च. कपिसंयोगः वृक्षे अव्याप्यवृत्तिः. तत्र कपिसंयोगः वृक्षे अव्याप्यवृत्तिः इति वाक्यं पश्यामः चेत् तत्र वृक्षे इति तत्र वृक्षे इति पदं तत्र सप्तमी विभक्त्याम् अस्ति इत्युक्ते तत्र अधिकरणकारकम् अस्ति, न तु कर्मकारकं. तत्र पूर्वस्मिन् उदाहरणे पश्यामः चेत् तत्र पुस्तकं व्याप्य तिष्ठति इति पुस्तकमिति द्वितीयाविभक्त्यां कर्मकारकार्थे अस्ति, परन्तु अत्र तु वृक्षे इति अधिकरणकारकम् इति कारणात् तत्र सप्तमी विभक्त्याम् अस्ति. तत् किम् इति किमर्थं तथा इति अत्र अत्र किञ्चित् प्रतिपादनं क्रियते. तत्र अव्याप्यवृत्तिः इति पदस्य अन्वयः कपिसंयोगात् भवति, तत्र वृक्षे इति पदेन न. तत्र कपिसंयोगः कुत्र वर्तते इति चिन्तयामः चेत् कपिसंयोगः वृक्षे वर्तते. तत्र इदानीम् अव्याप्यवृत्तिः इति पदं पश्यामः चेत् तत्र अव्याप्य इति पदस्य अन्वयः वृत्ति इति शब्देन प्रथमं भवति. तत्र व्याप्य इति पदं न व्याप्य इति अर्थे तत्र अव्याप्य इति भवति. अव्याप्य इति ल्यबन्तं पदमिति कारणात् तत्तु अव्ययं भवति. अव्याप्यवृत्तिः यस्य सः अव्याप्यवृत्तिः इति तत्र बहुव्रीहिः समासः. बहुव्रीहिः समासः तु तत्र अन्यपदार्थप्राधान्यं स्यात्. तर्हि तत्र अन्यपदार्थप्राधान्यं न न तत् टङ्कणदोषः अस्ति, अन्यपदप्राधान्यम्, अन्यपदार्थप्राधान्यम्, अन्यपदप्राधान्यम् आम्, तत्र अन्यपद प्राधान्यम् अस्ति तु तर्हि तत्र कविसंयोगः इति तत्र तस्मिन् तस्मिन् तेन पदेन तस्य अन्वयः भवति. कपिसंयोगः कुत्र वर्तते इति पश्यामः चेत् तत्र कपिसंयोगः वृक्षे भवति, तत्र कपिसंयोगः तत्र तत्र तु अधिकरणकारकमेव आगच्छति. तदर्थं तत्र वृक्षे इति सप्तमीविभक्ति एव भवति. तत्र वृक्षेण कपि क्षम्यतां भगिनी, किमपि उक्तवती वा? न न वदतु भगिनि. तत्र अर्थः कपिसंयोगः अव्याप्यवृत्तिः अर्थः कपिसंयोगेन सम्बध्यते. तत्तु अधिकरणकारण तत्र अधिकरणात् तत्र वृक्षे इति भवति. तदर्थं तत्र वृक्षे इति सप्तमीविभक्त्याम् एव भवति, न तु द्वितीया विभक्त्या इति अस्ति. सर्वैः बुद्धं वा? अयं विषयः अथवा भ्रमः अस्ति वा? भगिन्या सम्यक्तया उक्तमेव, अत्र व्याप्य इति पदात् पूर्वं ल्यबन्तम् आसीत् इति कृत्वा कर्मकारकम् आसीत् खलु द्वितीया विभक्ति. परन्तु अव्याप्यवृत्तिः इत्यस्मिन् पदे व्याप्य इति यद्यपि ल्यबन्तम् अस्ति तथापि समस्तपदात् बहिः तस्य कार्यं किमपि नास्ति व्याप्य इति ल्यबन्तस्य, खलु? तदर्थमेव अव्याप्यवृत्तिः इति यदा वदामः सः बहुव्रीहिते ल्यबन्तपदमिति कार्यं न करोति. हा, ल्यबन्तरीत्या कार्यं न करोति. यदा समस्तपदं भवति तदा ल्यबन्तरीत्या न कार्यं करोति, समस्तपदत्वेन कार्यं करोति. तदेव मुख्यांशः. मुख्यांशः तदेव. तस्मात् पूर्वं तदर्थं द्वितीया विभक्ति नास्ति. वृक्षे अव्याप्यवृत्तिः, कः कपिसंयोगः इति भवति. वृक्षम् अव्याप्यवृत्तिः इति न कदापि वदामः, यतोहि तत्र ल्यबन्तस्य कार्यं नास्ति. समस्तपदे ल्यबन्तस्य अन्वयः अस्ति, परन्तु वाक्यस्तरे तस्य अन्वयः नास्ति इत्येव मुख्यविषयः. कपिसंयोगः वृक्षे अव्याप्यवृत्तिः, तथैव वृक्षगतरूपं वृक्षे व्याप्यवृत्ति, तथा भवति वाक्यानि इति. बुद्धं वा? अस्तु, अग्रे माला भगिनी पठति किम्? आं भगिनि. किन्तु कपिसंयोगः वृक्षम् अव्याप्य तिष्ठति. अत्र अव्याप्य इति ल्यबन्तं पदं कर्मपदं गृह्णाति. कर्ता कपिसंयोगः, वृक्ष च कर्मपदम्. कपिसंयोगः वृक्षं न व्याप्नोति इति वाक्यस्य अर्थः. ध्येयं यत् अत्र व्याप्य इति ल्यबन्तपदं, किन्तु व्याप्यः, व्याप्या, व्याप्यम् इति कर्मण्यर्थकं विशेषणं ण्यत् प्रत्ययान्तम्. अतः व्याप्य इति ल्यबन्तात् व्याप्यः इति ण्यदन्तं च पूर्णतया भिन्नम्. पेयं, खाद्यं, कार्यं, वाक्यं, व्याप्यम् इतीमानि पदानि ण्यत् प्रत्ययान्तानि. व्याप्यः इत्यस्य विपरीतार्थकं पदं नुल् प्रत्ययान्तं व्यापकम्. यः व्याप्नोति सः व्यापकः, यं व्याप्नोति सः व्याप्यः. किन्तु अत्र कपिसंयोगः वृक्षम् अव्याप्य तिष्ठति इति वाक्ये अव्याप्य इति ल्यबन्तं पदम्. अन्यच्च व्याप्य इति यथा तथैव आवृत्य अपि. लटी आवृणोति, अर्थः स एव समानः आवरणं करोति इति. कपिसंयोगः वृक्षम् अव्याप्य तिष्ठति. अत्र अव्याप्यपदस्य वर्णं भवति, वर्णनं लबन्तपदम्. अव्याप्यपदं किमर्थं तत्र लबन्तम् अव्याप्य इति पदं? वृक्षम् अव्याप्य अत्र कर्मपदं गृह्णाति. हा हा हा वदतु. अत्र तत्र अव्याप्य इति पदम्, अव्याप्य इति पदं स्वयमेव अस्ति खलु, समासपदे नास्ति? नास्ति. ओ अस्तु. कर्ता कपिसंयोगः वृक्षः कर्मपदं. कपिसंयोगः वृक्षं न व्याप्नोति इति वाक्यस्य अर्थः. कपिसंयोगः वृक्षम् अव्याप्य तिष्ठति एतस्मिन् वाक्यस्य अर्थः अस्ति वृक्षं न व्याप्नोति. ध्येयं यत् अत्र परन्तु एकनिमिषः, इदं वाक्यं कपिसंयोगः वृक्षम् अव्याप्य तिष्ठति इति वाक्यं पूर्वस्मिन् परिच्छेदे यद्वाक्यमासीत् कपिसंयोगः वृक्षे अव्याप्य वृत्तिः इत्यस्मात् भिन्नमस्ति. अत्र अव्याप्य इति ल्यबन्तस्य कार्यं करोति, परन्तु पूर्वस्मिन् वाक्ये कपिसंयोगः वृक्षे अव्याप्य वृत्तिः इत्यस्मिन् वाक्ये अव्याप्य इति ल्यबन्तस्य कार्यं केवलं समासपदे. अव्याप्यवृत्तिः इति पूर्णतया कपिसंयोगस्य विशेषणं भवति इति भेदः. अस्तु, तावदेव अवगन्तव्यमस्ति. अस्तु भगिनि अग्रे. ध्येयं यत् अत्र व्याप्य इति ल्यबन्तपदं, किन्तु व्याप्यः व्याप्या व्याप्यमिति कर्मण्यर्थकं विशेषणं ण्यत् प्रत्ययान्तम्. व्याप्यशब्दः ल्यबन्तपदमस्ति, परन्तु व्याप्यः व्याप्या व्याप्यम् एतानि सर्वाणि कर्मणि अर्थे अस्ति, यथा गतः गता गतम्. न यथा कर्तव्यं करणीयं, कर्तव्यं करणीयं कार्यं समानम्. अस्तु, तस्मिन् अर्थे एव ण्यत् यथा तव्यतनीयर् प्रत्ययौ युज्यते, तस्मिन्नेव अर्थे ण्यत् प्रत्ययः अपि युज्यते. अस्तु, मया करणीयं, मया कार्यं तथा. अत्र किमर्थं प्रयोगे भवति? अस्तु, परन्तु व्याप्य इत्यस्मिन् किञ्चित् वैचित्र्यम् अस्ति, यतोहि ल्यबन्तपदम् अपि च ण्यदन्तपदम् उभावपि समानौ इव दृश्यते, व्याप्य व्याप्यः इति. तर्हि वाक्यं पठित्वा चिन्तनीयं भवति अत्र. सत्यम्. अतः व्याप्य इति ल्यबन्तात् व्याप्य इति व्याप्यः इति ण्यदन्तं च पूर्णतया भिन्नम्. अत्र यद् भवता उक्तं तदेव लिखितमस्ति. व्याप्य इति लबन्तपदमस्ति, व्याप्यः ण्यदन्तम् अस्ति, तद् भिन्नम् अस्ति. पेयं खाद्यं कार्यम् इतीमानि पदानि ण्यत् प्रत्ययानि, ण्यत् प्रत्ययान्तानि. ण्यत् यथा अत्रापि तव्यतनीयर् वा? तस्मिन्नेव अर्थे भगिनि, खाद्यं पेयम् एतत् सर्वं तस्मिन्नेव अर्थे भवति, तथैव व्याप्यः इति अपि. किन्तु यदा प्रत्ययः युज्यते ण्यत् प्रत्ययः, तदा त्रिषु लिङ्गेषु अपि रूपं भवति. आम् आम्. परन्तु ल्यबन्तम् अव्ययम्, लिङ्गवचनभेदं किमपि नास्ति खलु? तर्हि भ्रमः मास्तु इति कृत्वा, इति वदनार्थमेव एतत् सर्वं प्रदर्शितमस्ति. वाक्यं पठित्वा अवगन्तव्यं भवति ल्यबन्तं वा अथवा अन्यत् किमपि रूपं वा इति. व्याप्यः इत्यस्य विपरीतार्थकं पदं नुल् प्रत्ययान्तं व्यापकम्. अत्र यः व्याप्नोति सः व्यापकः, तद् भवति नुल् प्रत्ययः. कर्त्र यः करोति कारकः, यः गायति गायकः, गायकः तथैव यः व्याप्नोति सः व्यापकः. किन्तु अत्र कपिसंयोगः वृक्षम् अव्याप्य तिष्ठति इति वाक्ये अव्याप्य इति ल्यबन्तं पदम् अत्र पुनः दीयते. वृक्षम् अव्याप्य तिष्ठति, अत्र अव्याप्य लबन्तपदम् अस्ति. अन्यच्च व्याप्य इति यथा तथैव आवृत्य अपि, आवृत्यपदमपि ल्यबन्तपदम् अस्ति. लट् लकारे आवृणोति इति भवति, तस्य अर्थः आवरणं करोति इति. इति केवलं समानार्थकपदं किं तस्य इति सूचितं तावदेव. तर्हि एतावता बुद्धं वा? मुख्यः भेदः अस्ति उच्यतां सुबन्तपदं ल्यब् अस्ति. सम्यक्, यदा ल्यबन्तं भवति तदा अव्ययं भवति, परन्तु यदा समस्तपदे भवति व्याप्य प्रसृतिः समस्तपदं, तत्र ल्यबन्तकार्यं किमपि नास्ति, समस्तपदम् अस्ति तावदेव. यत्र समस्तपदं भवति तत्र कर्मपदं न गृह्णाति. यत्र ल्यबन्तं भवति तत्रैव कर्मपदस्य ग्रहणम् इति बुद्धं स्यात्. अस्तु, अग्रे गोपालमहोदय पठति वा? व्याप्यवृत्तिश्च शब्दस्य व्यवहारः व्याकरणदृष्ट्या परिशीलितम् अधुना व्याप्तवृत्तिः इत्यस्य कीदृशव्यवहारः इति पश्याम. यथा एकं पुस्तकं वर्तते, तस्मिन् एकत्वम् इति संख्या अस्ति. एकत्वम् इति संख्या व्याप्तवृत्तिः गुणः, अतः एकत्वसंख्यापुस्तकं व्याप्य तिष्ठति. एकसंख्या पुस्तकं व्याप्य तिष्ठति, किन्तु संयोगः न तथा. संयोगः इति कश्चन गुणः, स च अव्याप्तवृत्तिः. इत्युक्ते संयोगः इति गुणः यस्मिन् द्रव्ये भवति तद्द्रव्यं व्याप्य न तिष्ठति. यथा इदानीं कस्यचित् हस्तस्य भित्या संयोगः अस्ति इति चिन्तयतु. भित्या इत्युक्ते चित्वा इति, भित्तिः इत्युक्ते वाल्, वाल् गृहे भवति खलु भित्तयः. वाल् महोदय, डब्ल्यू ए एल् एल्, भित्त्या संयोगः अस्ति इति चिन्तयतु. हस्ते वा भित्तौ वा सः संयोगः सर्वात्मना सर्वत्र न भवति. हस्तः भित्तेः एकस्मिन् देशे संयुक्तः, हस्तस्य भित्तेः एकदेशसंयोगः, अतः अतम् अयं संयोगः इति गुणः अव्याप्तवृत्तिः. हस्तः भित्तौ पूर्णतया भित्तिं व्याप्य न तिष्ठति इति वस्तुस्थितिः. अत्र पुनः विवरणम् अस्ति, व्याप्तवृत्तिः तस्य कीदृशव्यवहारः इति अत्र विवरणं दत्तं. यथा पूर्वमुक्तं, पुस्तकमस्ति तत्र एकत्वम् इति संख्या अस्ति. सो एकत्वं तस्य पुस्तकस्य व्याप्तवृत्ति गुणः, एकत्वम् एकस्मिन् पुस्तके अस्ति. पुस्तकं व्याप्य तिष्ठति, एकत्वसंख्या पुस्तके सर्वत्र अस्ति. तर्हि कीदृशः गुणः एकत्वमिति? कीदृशः व्याप्तवृत्तिः गुणः पुस्तके सर्वत्र अस्ति, अथवा संख्या पुस्तकं व्याप्य तिष्ठति, एकत्वसंख्या पुस्तकं व्याप्य तिष्ठति किन्तु संयोगः न तथा. संयोगः इत्युक्ते यदा वयं पूर्वं दृष्टवन्तः कपिसंयोगः एकस्मिन् स्थले एव अस्ति, अन्यत्र नास्ति, तत्र च अव्याप्तवृत्तिः. इत्युक्ते संयोगः इति गुणः यस्मिन् द्रव्ये भवति तत्र तत् द्रव्यं व्याप्य न तिष्ठति. इत्युक्ते तत् द्रव्यं सम्पूर्णतया न न प्राप्नोति, न आवरणोति. तदेव अर्थः. यथा इदानीं कस्यचित् हस्तस्य भित्या तस्य संयोगः भवति अस्ति इति चिन्तयतु, हस्ते वा भित्तौ वा सः संयोगः सर्वात्मना सर्वात्मना इत्युक्ते किं तत्र ते तत् अवगतं, हस्ते वा भित्तौ वा संयोगः अस्ति सर्वत्र न भवति, हस्ताभित्ते एकस्मिन् स्थले एव भवति, परन्तु सर्वात्मना इति तस्य पदस्य तावदेव अस्ति महोदय. सर्वात्मना सर्वत्र न भवति, सर्वात्मना सर्वत्र न भवति, हस्ताभित्ते एकस्मिन् स्थले एव भवति संयुक् हस्तस्य भित्तेः एकदेशसंयोगः. अतः अयं यद् संयोगः इत्युक्ते हस्तभित्त भित्तिसंयोगः अव्याप्तवृत्तिः इति संयोगगुणः अव्याप्तवृत्तिः. हस्तः भित्तौ पूर्णतया भित्तिं व्याप्य न तिष्ठति. हा अस्तु, इति हस्त हस्तसंयोगः अव्याप्तवृत्तिः गुणः खलु. इदानीं भित्त्याः भित्त्याः वर्णः श्वेतः इति चिन्तयतु, तर्हि श्वेतत्वं कीदृशः गुणः? श्वेतत्वं कीदृशः अस्तु, श्वेतरूपं कीदृशः गुणः? राजेन्द्रमहोदय वदतु. व्याप्यवृत्तिः, व्याप्यवृत्तिः एकमेव वर्णः अस्ति सत्यम् इति बुद्धं स्यात्. यः कोऽपि गुणः यद् सर्वत्र वर्तते सः व्याप्यवृत्तिः, परन्तु संयोगः इति गुणः यदस्ति सः अव्याप्यवृत्तिः, यतोहि एकत्र एव अस्ति एकस्मिन् देशे. सत्यं. कस्यचित् प्रश्नः आसीत् भगिनी, केवलं संयोगः इति गुणः अव्याप्य वृत्तिः वा, तत्र रूपं रूपादि अन्यगुणाः तत्र भगिनि तदेव अग्रे पश्यामः अस्मिन् करपत्रे इति चिन्तयामि. यतोहि किमर्थम् एतत् सर्वम् आरब्धम् इत्युक्ते तद् मिश्रणम् अथवा चित्रम् इति आसीत् खलु, भिन्नभिन्न भिन्नभिन्नगुणैः मिश्रितं यद् रूपं तद् प्रायः अव्याप्तवृत्तिरूपम् इति कथयितुमेव एतत् सर्वम् अस्ति इति चिन्तयामि. तर्हि भवत्याः प्रश्नः कः? संयोगः एव एकः गुणः अस्ति यः अव्याप्तवृत्तिः, अन्येषां का गतिः इति? आं तदेव, तत्र सर्वे गुणाः व्याप्ति तत्र सन्दर्भानुसारेण तत्र व्याप्तिवृत्तित्वं वा अव्याप्तवृत्तित्वं वा इति भवितुम् अर्हति वा, नो चेत् तत्र केचित् गुणाः सर्वदा व्याप्तिवृत्तित्वम् इति भवति, व्याप्यवृत्तिः? आम्, तत्तु अत्र न चर्चितं, केवलं संयोगः रूपम् इति गुणद्वयं स्वीकृत्य चर्चा जायमाना अस्ति. तत्र पश्यामश्चेत् संयोगः इति निश्चयेन अव्याप्यवृत्तिः गुणः एव, रूपम् अपि तथा भवितुम् अर्हति इति प्रायः अस्ति. अन्ये गुणाः पश्येम चेत् प्रायः रसः वा गन्धः वा इति स्वीकृत्य पश्येमश्चेत् तत्रापि तेषाम् अव्याप्यवृत्तित्वं भवितुम् अर्हति खलु, द्रव्यस्य एकस्मिन् भागे रसः भवति अथवा गन्धः भवति तथा किमपि. तर्हि प्रायः गुणस्य निरूपणे अग्रे एतत् सर्वं भवति इति मन्ये. प्रश्नः, एकमेव रूपम् अस्ति चेत् तत्र व्याप्तवृत्तिः? आं महोदय, यतोहि द्रव्यस्य सर्वस्मिन् भागे भवति खलु. आम्, तस्मात् व्याप्तवृत्तिः. चित्ररूपं तथा नास्ति. रूपम् अस्ति चेत् तत्र व्याप्तवृत्तिः यदा मिश्रणं भवति चेत् किम् अस्ति इति अग्रे भवति. लक्ष्मी भगिनी पठति वा? आं भगिनि, पठतु कृपया. यथा कश्चन पटः अस्ति चेत् अधुना रूपं कीदृशम्? ओ अस्तु, क्षम्यताम्. अधुना रूपं कीदृशं? रूपं व्याप्यवृत्तिः गुणः वा अव्याप्यवृत्तिगुणः वा इति वार्ता. यथा कश्चन पटः अस्ति चेत् तस्मिन् पटे यत्किमपि रूपं स्यात् सम्पूर्णं तं पटम् आवृत्य सम्पूर्णं तं पटं व्याप्य तिष्ठति इति चिन्तयन्तु. एवं सति तस्मिन् पटे किञ्चित् श्वेतरूपम् अस्ति चेत् किञ्चित् रक्तरूपं किञ्चित् नीलरूपम् अस्ति चेत् तदानीं पटे वस्तुतः रूपं किम् इति प्रश्ने जाते शुक्लरूपम् अथवा नीलरूपम् अथवा रक्तरूपम् इति न वक्तव्यम्. यतोहि पटे शुक्लरूपम् अस्ति इति वदामः चेत् शुक्लरूपं पटस्य एकदेशे भवति, सर्वत्र न भवति. पटस्य अपरस्मिन् भागे नीलरूपं भवति, अतः श्वेतरूपं पटं व्याप्य न तिष्ठति. किन्तु प्राचीनानां मतानुसारम् रूपं व्याप्यवृत्तिः गुणः. इदानीं पटे श्वेतरूपमेव अस्ति इति वक्तुं न शक्नुमः, यतोहि श्वेतरूपम् एकत्र एव भवति. एकत्र विद्यमानं रूपं तस्य पटस्य रूपम् इति वक्तुं न शक्यते रूपस्य व्याप्यवृत्तित्वात्. तर्हि अन्यत् किमपि नूतनरूपं वक्तव्यं भवति? प्राचीनैः चित्ररूपम् इत्यस्य स्वीकारः कृतः. चित्ररूपम् इत्युक्तौ अनेकानां रूपाणां मिश्रीकरणं, अतः पटे चित्ररूपम् अस्ति इति उच्यते, तत्र चित्रम् एकमेव. अग्रे पठतु. किन्तु किन्तु नवीनाः वदन्ति यत् एवं स्वीकर्तुं न शक्यते, रूपस्य अव्याप्यवृत्तित्वं स्वीकर्तव्यमिति तेषां मतम्. अनेन एकस्मिन् पटे बहूनि रूपाणि सन्ति इति चिन्तनविधिः. पटस्य एकदेशे श्वेतरूपम्, एकदेशे नीलरूपम् इत्येवं स्वीकार्यं. बहूनि रूपाणि, एकैकमपि रूपम् अव्याप्यवृत्ति. अस्तु, गोपालमहोदय अधुना बुद्धं वा? भवतः प्रश्नः इदमेव खलु? तदेव. अस्तु, तर्हि लक्ष्मी भगिनी किञ्चित् प्रतिपादय. इदानीं रूपमिति गुणः रूपमिति गुणः किम् अस्ति, अव्याप्यवृत्तिः वा व्याप्यवृत्तिः वा इति प्रश्नः. अग्रे तस्य उत्तरमस्ति. उदाहरणं स्वीकृत्य, पटः इति उदाहरणं स्वीकुर्मः चेत् तत्र पटे एकस्मिन्नेव वर्णं स्यात्, रूपं स्यात्, तर्हि सम्पूर्णं पटं तत् आवृत्य तिष्ठति. तथा एवं सति तस्मिन् पटे किञ्चित् अस्मिन् पटे तु रूपं व्याप्यवृत्तिः, किन्तु अन्यपटे चिन्तयतु श्वेतरूपं किञ्चिदेव अस्ति, किञ्चित् नीलरूपम् अस्ति, किञ्चित् रक्तरूपमस्ति, अनेकाः वर्णाः सन्ति तस्मिन् पटे. तत्र नीलरूपं पटस्य वर्णं किम् इति प्रश्नः स्यात्. श्वेतरूपं नीलरूपम् इति तु न वक्तुं शक्नुमः यतोहि श्वेतरूपं रक्तरूपमिति पूर्णतया न आवृणोति. प्राचीनानां मतानुसारं रूपं व्याप्यवृत्तिः गुणः. अतः यदि पटे भिन्नभिन्न वर्णाः सन्ति चेत् ते उच्यन्ते ते चित्ररूपं चित्ररूपम् इति नूतनरूपं स्वीकृत्य चित्ररूपं व्याप्यवृत्ति व्याप्यवृत्तिः इति प्राचीनाः वदन्ति प्राचीनाः वदन्ति किन्तु नैयायिकानां मतं नवीननैयायिकानां मतं भिन्नः अस्ति. ते वदन्ति रूपस्य अव्याप्यवृत्तित्वं स्वीकर्तव्यम् इति. नाम बहूनि रूपाणि भवन्ति चेत् एकमेकमपि स्वीकृत्य एकम् इदं रूपम् अव्याप्यवृत्तिः इति वक्तव्यं भवति. पटस्य बहूनि पटे बहूनि रूपाणि सन्ति एकमेकमपि अव्याप्यवृत्तिः इति नवीनानां मतम्. अस्तु, तत्र अग्रिमवाक्यं पठतु. प्राचीनानां मतानुसारं यत्किमपि एकमेव रूपं स्वीकरणीयं, यतोहि एकस्मिन् पटे एकमेव रूपं पटं व्याप्य तिष्ठति. अतः समग्रे पटे रूपं किम् इति निर्णेतव्यम्. समग्रे पटे विद्यमानं रूपं रक्तं न भवति, नीलं न भवति, श्वेतं न भवति. तदर्थं चित्ररूपम् इति मिश्रितरूपं स्वीकृतम्. तावदेव. यदा चित्ररूपम् इति वदामः चेत् तत्र व्याप्तवृत्तिः एव. हा, इति सत्यं. व्याप्यवृत्तिः चित्ररूपम् इति प्राचीनानां मतं, परन्तु नवीननायायिकानां मतानुगुणं तादृशमिश्रणे एकमेकं रूपमपि अव्याप्यवृत्तिः इति मतद्वयम् अस्ति. अस्तु, इतोपि किञ्चित् पठेम. वस्तुतः शनिवासरे यावत्पर्यन्तं प्राप्तं तावत्पर्यन्तं प्राप्तुम् इतोपि न्यूनातिन्यूनं 15 निमेषाः आवश्यकाः. सर्वे भवितुं शक्नुवन्ति वा? अव्याप्यवृत्तिः अवच्छेदकत्वम् इति अस्ति, तत्र अन्यूनाति अनतिरिक्त वृत्तित्वरूपं तावत्पर्यन्तं पठनीयं भवति अद्य. सम्यक् वा अथवा विलम्बः जातः वा पूर्वतटे? सम्यक् भगिनि. अस्तु अस्तु तर्हि अजितमहोदय अग्रे पठति वा? अव्याप्यवृत्तित्वम् इति आरभ्य अव्याप्यवृत्तित्वम् इति अस्ति खलु करपत्रे. आमां, करपत्रे. हेडिङ्ग् टैटल् अस्ति अव्याप्यवृत्तित्वम् इति, पश्यति वा? एतावता वयं व्याप्यवृत्तित्वम् इति पठितवन्तः. व्याप्यवृत्तित्वशब्दस्य व्यवहारः अव्याप्तवृत्तित्वं विद्याधर्याम् अव्याप्तवृत्तित्वम् इत्यस्य स्वभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इत्यर्थः. अत्र अव्याप्तवृत्तित्वम् इत्यस्य लक्षणं दत्तं. स्वं यस्मिन् द्रव्ये अस्ति तस्मिन् एव द्रव्ये तस्य अभावः अपि अस्ति. हस्तस्य भित्त्या संयोगः अस्ति इति चिन्त्यताम्. अत्र अव्याप्तवृत्तिः गुणः संयोगः हस्तभित्तयोः. स्वम् इति सर्वनामपदम्. अत्र स्वम् इत्युक्ते संयोगशब्दसम्बन्धः. अधिकरणं भित्तिः. अधिकरणे स्वम् इति संयोगसम्बन्धः अपि अस्ति. स्वस्य अभावः इति संयोगसम्बन्धाभावः अपि अस्ति. यतोहि हस्ताभित्तिसंयोगः भित्तं व्याप्य न तिष्ठति. अनेन स्वभावस्य अधिकरणे स्वस्य विद्यमानत्वम् अव्याप्तवृत्तित्वम् अव्याप्यवृत्तित्वम् अव्याप्य वृत्तित्वं यथा विद्याधर्यां विद्याधरी ग्रन्थे एक वाक्यमस्ति अव्याप्य वृत्तित्वम् इत्यस्य स्वभावस्य अधिकरणे स्वस्य विद्यमानत्वमित्यर्थः इत्युक्ते यस्मिन् द्रव्ये स्वम् अस्ति तस्मिन् एव द्रव्ये तस्य अभावः अपि अस्ति. स्वम् इत्युक्ते अत्र यस्य विषये वयं वदामः तद् स्वम् कपिः इति स्वम् अस्तु. कपेः अभावः वृक्षे खलु. स्वस्य कपेः अभावः इत्युक्ते स्वस्य अभावः स्वाभावः वृक्षे. यत्र स्वाभावः अस्ति तस्मिन्नेव कपिः आगत्य उपविशति चेत् तत्र अव्याप्य वृत्तित्वं भवति. बुद्धं वा? उदाहरणार्थं हस्तस्य भित्या संयोगः उदाहरणं चेत् हस्त भित्ये एकमेव स्थलमेव अस्ति तत्र एव संयोगः अस्ति तत्र भित्यस्य अभावः संयोग अभावः भित्यस्य अभावः भित्तेः अभावः नास्ति संयोगस्य अभावः अस्ति. भित्तौ यत्र हस्तं स्थापयामः भित्तौ तत्र संयोगः अस्ति. यत्र हस्तः नास्ति भित्तौ तत्र संयोगाभावः अस्ति. अत्र अस्मिन् उदाहरणे स्वम् इत्युक्ते संयोगः. स्वम् इति सर्वनामपदमस्ति अस्तु. अत्र स्वम् इति कस्य सूचकः अस्ति? संयोगसम्बन्धस्य सूचकः अस्ति. संयोगसम्बन्धस्य अभावः अस्ति भित्तौ अपरस्मिन् स्थले. परन्तु यस्मिन् स्थले संयोगः अस्ति तत्र अभावः नास्ति इति कृत्वा स्वाभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इति उक्तं खलु. स्वाभावस्य संयोगाभावस्य अधिकरणे नाम भित्तौ स्वस्य नाम संयोगस्य विद्यमानत्वम् इति चिन्तयन्तु. तदेव अस्ति अव्याप्यवृत्तित्वम् इत्यस्य परिभाषा. बुद्धम्? अस्तु. अग्रे रवि महोदय पठति वा? रवि महोदय अस्ति. अस्तु. कुत अवच्छेद अन्यत् उदाहरणम्? अन्यत् उदाहरणम् आकाशे शब्दः सर्वत्र न भवति, कुत्रचिदेव भवति. यत्र शब्दः उत्पद्यते तत्र. अतः शब्दः अपि अव्याप्यवृत्तिः गुणः. एकनिमिषः. किमपि कोऽपि क्लेशः अस्ति वा महोदय? न. अत्र स्वम् इत्यनेन शब्दः स्वीकरणीयः. स्वभावः इति अनेन शब्दस्य अभावः. तस्य अधिकरणम् आकाशः. तस्मिन्नेव आकाशे स्वस्य शब्दस्य वृत्तित्वम् अपि अस्ति. शब्दाभावस्य वृत्तित्वम् अपि अस्ति. यतोहि शब्दः आकाशे सर्वत्र नास्ति, अतः आकाशस्य कस्मिंश्चित् देशे शब्दः अस्ति, कस्मिंश्चित् देशे शब्दाभावः अस्ति. अनेन स्वस्य अभावस्य अधिकरणे स्वमपि अस्ति. तस्मात् शब्दः अव्याप्यवृत्तिः. अपि च विश्वे अव्याप्यवृत्तिः गुणः यो यो भवति तस्य सर्वस्यापि एव रीत्या समन्वयं कर्तुं शक्नुमः. अत्र एक अन्य उदाहरणं दत्त. आकाशे शब्द एकस्मिन् स्थाने एव अस्ति, तस्य ध्वनि अन्यत्र न अन्यस्थाने न गच्छति, अतः तत् शब्दः अपि अव्याप्यवृत्तिगुणः अव्याप्यवृत्तिः अस्ति, शब्दस्य अपि अव्याप्यवृत्तिः अस्ति. तथैव अत्र उक्तं पूर्वस्मिन् उदाहरणे स्वम् इत्युक्ते संयोगः खलु, तथैव अत्र स्वम् इत्युक्ते शब्दः. स्वं तस्य षष्टिविभक्ति स्वस्य, स्वस्य अभावस्य नाम आकाशे स्वस्य विद्यमानत्वम्. अत्र स्वम् इत्यस्य स्थाने शब्दं स्थापयन्ति चेत् शब्दाभावस्य अधिकरणे आकाशे शब्दस्य विद्यमानत्वम् इति भवति. तदर्थमेव शब्दः अपि अव्याप्यवृत्तिः गुणः इति उच्यते, यतोहि एकस्मिन् देशे अस्ति आकाशे, पुनः अपरस्मिन् देशे शब्दाभावः अस्ति, शब्दः नास्ति चेत् शब्दाभावः अस्ति इति भिन्नभिन्न उदाहरणानि. यथा कपिसंयोगः आसीत् अव्याप्यवृत्तित्वम् इत्यस्य उदाहरणार्थं, तथैव अत्र हस्तसंयोगः वा अथवा शब्दः वा भवितुम् अर्हति अव्याप्तवृत्तिगुणः इति वक्तुम्. अपि च अखिला भगिनी भवत्या पृष्टं खलु, अत्र एकं वाक्यमस्ति अपि च विश्वे अव्याप्यवृत्तिः गुणः यो यो भवति इति, तर्हि अहम् अवगच्छामि यत् प्रायः संयोगः इति न, अन्ये गुणाः अपि तथा भवितुम् अर्हन्ति एव इति खलु. शब्दः अपि गुणः खलु, तत्रापि सत्यं, शब्दः अपि अव्याप्तवृत्तित्वं सत्यम्. अस्तु तर्हि अग्रे राजेन्द्रमहोदय पठति वा. राजेन्द्रमहोदय अस्ति किम्? अखिला भगिनी एव पठतु कृपया. अस्तु भगिनि. रूपं व्याप्यवृत्तिः गुणः अथवा अव्याप्यवृत्तिः गुणः इत्यस्मिन् विषये चिन्तनार्थम् अवच्छेदकत्वविषयिणी चर्चा उपकारिका. अवच्छेदकत्वस्य च प्रतिपादनार्थं न्याये प्रसिद्धम् उदाहरणं कपिवृक्षयोः. कपिः वृक्षस्य अग्रभागे वर्तते. विद्याधर्यां एकस्मिन्नेव वृक्षरूपे अधिकरणे कपिः अस्ति अग्रदेशवर्तिशाखायां, तस्य अभावः तु मूलदेशवर्तिशाखायाम्. एवं च अग्रं कपिनिष्ठ आधेयतानिरूपिता या वृक्षनिष्ठ अधिकरणता तस्याः अवच्छेदकम्. मूलं च कपिसंयोग अभावनिष्ठ आधेयतानिरूपित अधिकरणता अवच्छेदकम्. अनेन किञ्चित् अग्रे अपि पठित्वा वदामि वा? अग्रे इतोपि एकं पठित्वा वदतु. अनेन कपिसंयोगः अपि भवति वृक्षे, कपिसंयोग अभावः अपि भवति वृक्षे. द्वा अपि कपिसंयोग अभावः च एकस्मिन् समये वृक्षे इत्यस्य प्रतिपादनार्थम् अवच्छेदकस्य विचारः अपेक्षितः. अत्र ध्येयं यत् पूर्वं चर्चितः विषयः घटाभावः भूतले घटे विद्यमानप्रतियोगितयाः अवच्छेदकं घटत्वम्. अस्यां दशायां यत् अवच्छेदकत्वम् अपि च कपिसंयोगस्थले यत् अवच्छेदकत्वं, द्वयमपि भिन्नं. विद्याधर्यां घटत्वादिनिष्ठप्रतियोगिता अवच्छेदकत्वात् इदम् अवच्छेदकत्वं मूलाग्रनिष्ठं भिन्नम्. तत्र अवच्छेदकत्वम् इति विषये इदानीं चर्चा जाता. किमर्थं चेत् तत्र रूपं व्याप्यवृत्ति वा नो चेत् अव्याप्यवृत्तिगुणः वा इति तस्य स्पष्टीकरणार्थं किञ्चित् अवच्छेदकत्व विषये चिन्तयामः चेत् किञ्चित् तस्मिन् विषये चिन्तनीयं भवति. तत्र विद्यादर्यां वयं पूर्वमेव दृष्टवन्तः तत्र एकस्मिन् वाक्यं तत्र वृक्ष क्षम्यताम् न भगिनि वदतु. एकस्मिन् तत्र एकमेव वृक्षे अग्रदेशवर्ति शाखायां कपिः अस्ति चेत् तत्र अग्रदेशवर्ति यत् शाखा अस्ति तत्र कपिसंयोगः अस्ति, परन्तु मूलदेशे तु तत्र कपिसंयोगः नास्ति. तु तर्हि तत्र अवच्छेदकं द्वयम् अस्ति इति वयं पूर्वं दृष्टवन्तः. एकमस्ति कपिनिष्ठ आदेयता निरूपित निरूपिताया वृक्षनिष्ठ अधिकरणता तस्याः अवच्छेदकम्. द्वितीयमस्ति कपिसंयोग अभावनिष्ठ आदेयता निरूपित अधिकरणता याः अवच्छेदकम् इति. तत्र तु तर्हि तत्र कपिसंयोगः वृक्षे एकदेशे अस्ति, अन्यदेशे तत्र नास्ति. इत्युक्ते तत्र अन्यदेशे तु कपिसंयोग अभावः अस्ति. तत्र द्वापि तत्र एकस्मिन् समये एव तत्र वृक्षे विद्यमानः अपि. तर्हि तस्य किञ्चित् स्पष्टीकरणार्थं किञ्चित् अवच्छेदकस्य विषये वयं चिन्तनीयं. तत्र अवच्छेदकं तु तत्र अवच्छेदकद्वयं भवति. तत्र तत्र यत्र अभावः अस्ति तत्र तत्र भिन्न अवच्छेदकम् अस्ति. यत्र अभावः नास्ति इत्युक्ते यत्र संयोगः वर्तते तत्र तु भिन्नरीत्या अवच्छेदकं भवति. पूर्वं वयं यदा घटाभावः भूतले अस्ति इति दृष्टवन्तः. तत्र घटनिष्ठप्रतियोगिता अस्ति तत्र तत् प्रतियोगितायाः अवच्छेदकं तद् घटत्वं यत् अस्ति तस्य अवच्छेदकस्य भिन्नः अस्ति एतत् अवच्छेदकं तु. तर्हि तत्र अवच्छेदकत्वम् इति विषये तत्र किञ्चित् प्रभेदः अस्ति. तस्मिन् विषये वयं चिन्तनीयं भवति. तत्र काचित् भिन्नता वर्तते घटत्व इति यद् अवच्छेदकं तस्मात् मूलम् अथवा अग्रम् इति अवच्छेदकं भिन्नं कथम् इति अग्रे अस्ति. अस्तु, माला भगिनी पठति वा अग्रे? माला भगिनी अस्ति किम्? अस्तु, गोपालमहोदय. प्रथमतया घटस्य उदाहरणं स्मरेम. भूतले घटाभावः, घटाभावं प्रति यः विरोधः सः घटे विद्यते. घटं घट अभावं प्रति यः विरोधः सः घटे विद्यते. अतः घटस्य आनयेन घटाभावः नश्यति. घटे यः घटाभावविरोधः स च प्रतियोगितानामकः. प्रतियोगितानामकः अभावस्य विरोधः प्रतियोगिता. तादृशी च घटाभावविरोधिनी प्रतियोगिता कुत्र लभ्यते इत्यस्य प्रतिपादनार्थम् अवच्छेदकं भेदकम् एकम् अपेक्षितं. तच्च अवच्छेदकमपि घटे स्यात्, सर्वथा च घटे स्यात्, अन्यत्रापि न स्यात् अवच्छेदकम्. घटे विद्यमानं घटत्वं प्रतियोगितायाः अवच्छेदकं विद्यमानघटत्वं. यतोहि यत्र यत्र घटत्वं भवति तत्र तत्र तादृशी प्रतियोगिता विरोधः वर्तते यस्य द्वारा घटाभावः नष्टः स्यात्. प्रतियोगिता च भिद्यते अवच्छेदेन. अतः तस्याः नाम अवच्छेद्या. यत्र पूर्वमेव दृष्टवान् घटस्य घटत्वं तस्य प्रतियोगिता घटाभावस्य विरोधः, यत्र घटः नास्ति तस्य घटस्य आनयेन घटाभावः नश्यति. घटाभावविरोधः नाम विरोध नाम च नामकः प्रतियोगिता इति. यत्र घटाभावविरोधिनी प्रतियोगिता कुत्र लभ्यते इति चेत् तत्र विवरणार्थम् अवच्छेदकम् इति अवच्छेदकं भेदकम् एकम् अत्र मुख्यविषयः अस्ति. घटत्वम् इति अवच्छेदकं यत्र आसीत् तत् कुत्र भवति? घटत्वं यत्र घटः घट प्रतियोगिता अस्ति यत्र हा घटे घटः यत्र अस्ति तत्र घटत्वम् अस्ति खलु? आम् तत्रापि प्रतियोगिता अस्ति. तत्र प्रतियोगिता अपि अस्ति सत्यं, परन्तु घटत्वस्य प्रतियोगितायाः अधिकरणं किम्? अधिकरणं पुनः वदतु. घटत्वस्य अधिकरणं किम्? अधिकरणभूत घटत्वस्य अधिकरणं घटः एव. घटः एव. घटे विद्यमानप्रतियोगितायाः अधिकरणं किम्? प्रतियोगितायाः अधिकरणमपि घटः एव इति वैशिष्ट्यम् अस्ति खलु. अधिकरणं समानं कस्य कस्य? अवच्छेदकस्य अपि च अवच्छेद्या इति यदस्ति तस्य. प्रतियोगिता च भिद्यते अवच्छेदेन, अतः तस्य नाम अवच्छेद्या. सा अवच्छेद्या अपि घटे अस्ति, अपि च तां यः अवच्छेदयति अवच्छेदकत्वं तदपि घटे अस्ति. तदर्थम् अत्र उक्तं यतोहि यत्र यत्र घटत्वं भवति तत्र तत्र तादृशी प्रतियोगिता वर्तते. घटत्वम् इति अवच्छेदकम् अपि च प्रतियोगिता इति अवच्छेद्या उभौ अपि एकत्र वर्तते, नाम घटे वर्तते इति वैशिष्ट्यम् अस्ति घटत्वस्य. तस्य नाम अवच्छेद्या इति. प्रतियोगितायाः नाम अवच्छेद्या इति. अस्तु अग्रे भवानेव पठतु महोदय. घटस्य दृष्टान्ते अवच्छेद्या अवच्छेदकं च द्वयोः समानाधिकरणं वर्तते. घटस्य दृष्टान्ते अवच्छेद्या अवच्छेदकम् इति अपि समानाधिकरणं वर्तते. अवच्छेद्या प्रतियोगिता, अतः प्रतियोगिता घट प्रतियोगिता घटत्वयोः समानाधिकरणम् अवच्छेद्या प्रतियोगिता तत्र समानमेव. एतदर्थं या अवच्छेदकता वर्तते घटत्वे तस्य नामकरणं कर्तुम् अन्यून अनतिरिक्तवृत्तित्वरूपावच्छेदकता. घटत्वस्य नामकरणं घटत्वं कीदृशमस्ति? यत्र प्रतियोगिता अस्ति तत्रैव घटत्वम् इति अस्ति, समानाधिकरणं करणीयमस्ति उभयोः. तादृश अवच्छेदकतायाः नाम किम्? अवच्छेदकतायाः नाम अवच्छेद्या. अन्योन्य अनतिरिक्तवृत्तित्वरूप अवच्छेदकता इति नाम अस्ति तादृशस्य यत्र समानाधिकरण्यमस्ति. अन्यून अनतिरिक्तवृत्तित्व तत्र किञ्चित् क्लेशः अस्ति. अन्योन अनतिरिक्तवृत्तित्वरूप अवच्छेदकता. घटत्वम् इति अवच्छेदकं खलु, तस्मिन् अवच्छेदकता अस्ति. सा अवच्छेदकता कीदृशी इत्युक्ते अन्योन अनतिरिक्तवृत्तित्वरूप अवच्छेदकता इति वदामः. किमर्थं? सा अवच्छेदकता अवच्छेद्या यत्र भवति तत्रैव अस्ति, समानाधिकरण्यम् अस्ति उभयोः इति कृत्वा तादृशं नामकरणम् अस्ति. प्रायः अग्रिमे सप्ताहे इतोपि गभीरतया पठामः. तत्र किमपि स्यात् अन्योन्य अनतिरिक्तवृत्तित्वम् इति दृष्ट्वा वक्तुं शक्नुमः खलु समानाधिकरणीयं स्यात् इति. तद् नावगतं, प्रायः अग्रिमे सप्ताहे पठामः. अस्तु. अग्रे, यतोहि अग्रिमवाक्यं पठित्वा समापयामः. अधुना कति वृक्षयोः आकृतिः अवलोकनीया महोदय? यतोहि प्रतियोगिता घटत्वयोः अनतिरिक्तवृत्तित्वम् अस्ति. अनतिरिक्तवृत्तित्वम् इत्युक्ते यत्र यत्र घटत्वं तत्र तत्र प्रतियोगिता, अपि च यत्र यत्र प्रतियोगिता तत्र समानाधिकरणमस्ति इति एव अस्ति अनतिरिक्तवृत्तित्वम् इति. तत् अनतिरिक्तवृत्तित्वम् इति समस्तपदं वा किं तत्र अनतिरिक्त? अस्तु, अत्र कोऽपि प्रश्नः अस्ति वा? शनिवासरे अग्रे चलेम, शनिवासरे इतः अग्रे प्रायः. धन्यवादः. अस्तु महोदय, धन्यवादः, शुभरात्रिः. धन्यवादः.